सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः। हरिः ओम्। श्रीगुरुभ्यो नमः। हरिः ओम्। समीचीनं महोदय, धन्यवादः। सर्वेभ्यो नमः, सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानविषयः अस्ति तत्र शानजान्त रूपाणि। तस्मिन् विषये वयं बहु किमपि अतीतवन्तः। इदानीं तत्र केवलं तत्र करपत्रे एकमेव पुटम् अस्ति। तदनन्तरं तत्र वयं गीतासोपानि ये अभ्यासाः सन्ति तान् कर्तुं सिद्धाः भवामः इति मन्ये। अस्तु, तर्हि तत्र केवलं पुनःस्मरणार्थं शानजन्तरूपस्य तत्र चिन्तयामः, तत्र किं किम् अस्ति इति। तर्हि तत्र वेदा भगिनी किञ्चित् वदति वा, नाम तत्र चन्द्रः शोभते इति स्वीकृत्य तत्र किमस्ति शानजन्तरूपं, किमर्थम् इति। शानजन्त चन्द्रः शोभते तत्र आत्मनेपदीरूपम् अस्ति, शानज प्रत्यय प्रयुक्तमानः भवति तत्र। चन्द्रः शोभते, शोभमानः चन्द्रः अस्ति इति। शोभमानः चन्द्रः अस्ति अस्ति शोभमानः चन्द्रः अस्ति इति समीचीनम्। इदानीं तत्र किमर्थं तत्र शोभमानः इति वदति भवती? शोभमानः इति अत्र ह्रस्व अचुवर्णः अस्ति, तत् कारणेन परः मुक् आगमः भवति, तदेव मुगागमः भवति। समीचीनं भगिनि, मुगागमः भवति, समीचीनं मुगागमः भवति, समीचीनं समीचीनं। तर्हि अतः तत्र समीचीनं भगिनि। अस्तु, इदानीं तत्र नमस्कारः भगिनि, वंशीसुधा भगिनि, नमस्कारः भगिनि। नमस्ते महोदय। नमस्कारः भगिनि। तर्हि वदतु वेदा भगिनि, वदतु। मुक् आगमः अस्ति इति कारणेन तत्र ककार अस्ति, ककार कित् अस्ति, तत् कारणेन तत्र तद् प्रत्ययस्य पूर्वम् आयाति। आन तस्य पूर्वं मकार तिष्ठति, मकारयोग आन मान इति भवति, तदेव समीचीनं। तर्हि चन्द्रमा तत्र शोभमानः, शोभमानः शोभमानः वर्धमानः इति समीचीनं भगिनि। अस्तु, अस्तु समीचीनं। तत्र उषा भगिनि, धातुः अस्ति वा यत्र मुखागमः न भवति? आम् महोदय, यदा ऋस्वः अकारतः पूर्व ते तः पूर्वं यदि ऋस्व अकारः नास्ति चेत् मान इति न मुक् आगमः न भवति। समीचीनं भगिनि। तत्र ते तः पूर्वं नाम तत्र प्रथमपुरुष एकवचन क्रियापदे। समीचीनं भगिनि। तर्हि उदाहरणं वदति वा? उदाहरणम् अस्ति भुङ्क्ते, भुङ्क्ते ककारः अस्ति ते तः पूर्वं, समीचीनं, मुक् आगमः न भवति। आन इति भूत्वा भुञ्जानः इति रूपं सिद्धे। उत्तमं भगिनि, उत्तमम् अस्ति, तथैव अस्ति, समीचीनं भगिनि। अतः तत्र रूपद्वयं भवति, तत्र नाम आन अथवा मान, अपि तत्र प्रथमपुरुषे एकवचनरूपं दृष्ट्वा वयं ज्ञातुं शक्नुमः मुगागमः भवति न वा इति। समीचीनं भगिनि। अपि तत्र यदि वयं साक्षात् रूपं कथं भवति इति ज्ञातुं शक्नुमः, तर्हि तदा क्रियापदस्य तत्र रूपं सहायकरं किम् अस्ति रूपं? यदि वर्तमानकालस्य प्रथमपुरुष बहुवचनरूपं रूपं यदि पश्यामः, तर्हि तत्र ऊहनं कर्तुं सुलभम् अस्ति तत्र अन्ते अन्ते अथवा ते यदि अस्ति तद् निष्कास्य तत्र मान अथवा या आन इति यदि स्थापयामः तत्र शानजन्तरूपं सिद्धं भवति. समीचीनं भगिनि, हा उत्तमम् अस्ति, समीचीनं. हा अस्तु तर्हि अत्र तत्र अपि तत्र त्रिषु लिङ्गेषु भवति अकारान्तपदम्. आकारान्तपदं नाम वर्धमानः, वर्धमाना, वर्धमानं नाम देवशब्दवत् पुल्लिङ्गे, लता शब्दवत् स्त्रीलिङ्गे, अपि वनं शब्दवत् नपुंसकलिङ्गे इति जानीमः. समीचीनं भगिनि, हा अस्तु. इदानीं तत्र अस्तु तर्हि तत्र आरम्भं कर्तुं शक्नुमः. तर्हि तत्र जनक निवेदिता भगिनि, करपत्रम् अस्ति खलु, तर्हि तत्र अन्तिमे पुटे यदस्ति तत्र चतुर्दश तत् पठित्वा उत्तरं ददाति वा तत्र पूर्वं पश्यतु तत्र यतोहि तत्र किं करणीयम् इति ज्ञातुं शक्नोति. जनकः गृहे वर्तते तस्मात् धनम् आनयतु. प्रथमवाक्यं यदस्ति वर्तमानः इति रूपं गृहे वर्तमानः अस्ति इति चिन्तयामः. वर्तमानः अस्ति अस्ति तत्र वर्तमानः अपि जनकः तयोः मध्ये कीदृशसम्बन्धः? गृहे वर्तमानात् जनकात् धनम् आनयतु सम्यक् अस्ति वा? सम्यक् अस्ति भगिनि. हा गृहे वर्तमानात् जनकात् धनम् आनयतु. समीचीनं भगिनि. तत्र भवती यत् उक्तवती समीचीनं, किन्तु किमर्थं तद् रूपं समीचीनम् अस्ति नाम तस्मात् पञ्चमी विभक्ति अस्ति अतः वर्तमानात् अपि इति अपि उक्तवती भवती. किमर्थं विशेषभावः अस्ति वर्तमानः जनकः, अतः यद् या विभक्ति यत् लिङ्गं सर्वं तत्र विशेषस्य तदेव विशेषणस्य अपि इति. समीचीनं भगिनि, हा तथैव अस्ति, उत्तमम् अस्तु. अग्रे तत्र वंशीसुधा भगिनी अग्रिमं कर्तुम् इच्छति वा? महोदय नास्ति चेत् चिन्ता मास्तु, अन्य कोऽपि करोति. अस्ति पुस्तकं, न पुस्तकम् अस्ति मम पार्श्वे, तत्र कस्मिन् पुटे इति न जानामि. तत्रैव पुस्तके नास्ति इदानीं करपत्रे एकमेव पुटम् अवशिष्टम्. शानज् शत्रन्तशानज् पुस्तकमस्ति वा? अस्तु महोदय, तस्मिन् एव कस्मिन् पुटे वदतु कृपया. तत्र पुटसङ्ख्या अस्ति 45 भगिनि. 45 वा? अस्तु महोदय. तत्र द्वितीयवाक्यं, द्वितीयवाक्यं जनकः गृहे वर्तते तत् अभवत् किल? अभवत् इदानीम् अग्रे. अस्तु अस्तु, सा जलम् आदत्ते तया सह भवती गच्छतु इति वाक्यमस्ति. सा जलम् आदत्ते, अस्तु, तया सह, तया इति तृतीया विभक्त्याम् अस्ति, अतः तत्र सा जलम् आदत्ते इत्यस्मात् पूर्वम् अकारः अस्ति तत्र आधमानः. तत्र ते पूर्वं किमस्ति? ओ क्षम्यतां, ते पूर्वं सकारः अस्ति न, आदत्ते इति भवति. अस्तु, तत्र गीतासोपाने वयं दृष्टवन्तः खलु भगिनि, नाम तत्र दधानः पाठः षड्दधानः मत्परमाः दधानः इति तत्र दधानः इति भवति, आदधानः इति आददानः, सत्यं भवति आददानः इति भवति अत्र. क्लिष्टरूपम् आददानः इति पुल्लिङ्गे, स्त्रीलिङ्गे तु आदधाना इति भवति इति चिन्तयामि. तत्र आदधान, तत्र आदधानया तत्र विशेषणं भवति आदधानया तया न प्रथमतया तत्र प्रथमवाक्ये तत्र शानजन्तरूपम् उपयुज्य वदतु प्रथमवाक्यं सा जलम् आदत्ते इति अस्ति सा जलम् आदधाना अस्ति सत्यम् तत्र किञ्चित् परिवर्तनं करोतु जलम् आदधाना सा अस्ति सत्यं परन्तु तया सह भवती गच्छति यदि तत्र परिवर्तनं करोति तदनन्तरं सुलभं भवति नाम जलम् आदधाना सा अस्ति सा कीदृशी अस्ति आदधाना अस्ति आदधाना सह न जलं कुत्र गच्छति जलं कुत्र गच्छति आदधाना तया सः भवति न क्षम्यतां महोदय तत् वदामि जलम् आदधाना तया सह भवती गच्छतु किन्तु आदधाना इति नास्ति आदधानया पुनः वदामि महोदय जलम् आदधानया तया सह भवती गच्छतु तथैव अस्ति समीचीनं भगिनि अस्तु अग्रे महोदय आं महोदय रोगः वर्धते तस्मात् शिशुः क्षीणः जातः रोगः वर्धते रोगः वर्धमानः अस्ति अतः वर्धमानः वर्धमानात् रोगात् शिशुः क्षीणः जातः हा इति समीचीनं वर्धमानात् रोगात् शिशुः क्षीणः जातः समीचीनं महोदय तत्र क्षीणः इति अपि विशेषणं शिशुपदस्य जातः अपि विशेषणं शिशुपदस्य समीचीनं महोदय अस्तु अग्रे वेदा भगिनि सः शाकं विक्रीणीते सः शाकं विक्रीणीते सः शाकं विक्रीणीते विक्रीणि किं वदामि तत्र किं वदति सत्रन्तरूपं शानञ्जरूपं विक्रीणीते ईकार अस्ति तदेव गतवर्गे वयम् एतत् कृतवन्तः अतः तत्र आपणिकः विक्रीणीते इति कृतवान् तत्र यदि तत्र वर्गे तत्र वाक्यानि पठामः तस्मिन् समये यदि लिखन्ति चेत् न लिखितवती किन्तु यदि पूर्णवाक्यं लिखन्ति चेत् बहु लाभः नाम शृण्मः लिखामः चिन्तयामः तदा मनसि सम्यक् स्थापितं भवति खलु विषयः तदा एव सम्यक् स्थापितः भवति अतः तत्र विक्रीणानाः सः अतः स्थापितः अस्ति विषयः विक्रीणानः अस्ति तस्य समीपं गत्वा मूल्यं पृच्छतु तत्र शाकं विक्रीणानः न विक्रीणानस्य समीपं तस्य समीपं गत्वा मूल्यं पृच्छतु उत्तमं भगिनि इदानीं भवती तत्र शानज्य पाठं पाठयितुं शक्नोति धन्यवादः महोदय उत्तमं भगिनि शाकं विक्रीणानस्य तस्य समीपं गत्वा मूल्यं पृच्छतु उत्तमं भगिनि अस्तु अग्रे उषा भगिनि आं महोदय कुतृणानि इत्युक्ते किं महोदय कुतृणानि वर्धन्ते तेषाम् उत्पाटनं कारयतु. कुतृणानि, तृणम् इत्युक्ते किमस्ति? तृणं ग्रास् अस्ति महोदय. कुतृणानि इत्युक्ते वीड्स् तावदेव, अथवा तत्र तावदेव. कुतृणानि वर्धन्ते, वर्धते लान् मध्ये एतत् भवति खलु तत्र. वर्धन्ते बहुवचने अस्ति. तेषाम् उत्पाटनं कारयतु, तेषां षष्टिविभक्ति बहुवचनमस्ति, तस्य तयोः तेषां. वर्धन्ते अकार, तेतः पूर्वम् अकारस्य वर्धते, अतः मान इति एव भवति शानजन्तरूपं. वर्धमानानां कुतृणानाम् उत्पाटनं कारयतु इति भवति. इति भवति, उत्तमं भगिनि. हा, भवती अपि तु इदानीं पाठयितुं शक्नोति. समीचीनं भगिनि. हा, अस्तु, अग्रे निवेदित भगिनि, अग्रे. आम्, सः श्रमात् जुगुत्सते, तं किमर्थं कार्यार्थं भवान् आह्वयति? समीचीनप्रश्नः खलु. जुगुत्सते, जुगुत्समानः, सः श्रमात् जुगुत्समानः अस्ति. तं किमर्थं कार्यार्थं भवान् आह्वयति? जुगुत्समानं, श्रमात् जुगुत्समानं तं किमर्थं कार्यार्थं भवान् आह्वयति इति अस्ति भगिनि. भवती अपि इदानीं तत्र पाठयितुं शक्नोति. उत्तमं भगिनि. अग्रे वंशी सुधा भगिनि, अग्रे. वंशी सुधा भगिनी अस्ति वा? अस्तु, नमस्कारः महोदय, अहं हर्षदा अस्मि. हर्षदा भगिनि, न जानामि भगिनि भवती आगतवती इति. अस्तु अस्तु, अहं दर्शन् अस्मि, तत्र पश्यन् अस्मि के के सन्ति. अस्तु, उत्तमं. तर्हि सुजाता भगिनी नमस्कारः, हर्षिता भगिनी नमस्कारः. मम पार्श्वे वा सर्वेषां कृते वा न जानामि, सर्वे सम्यक् शृण्वन्ति वा? अधुना समीचीनमस्ति. वदामि भवतु महोदय. एकनिमिषः, तत्र अहं न ज्ञातवान्, तत्र हर्षदा भगिनी अपि, सुजाता भगिनी अपि अस्ति, ते वदन्तु, तदनन्तरं भवती वदतु. क्षम्यतां भगिनी. अस्तु अस्तु, तर्हि हर्षदा भगिनी, तर्हि अग्रे. आम्, चर्चा प्रवर्तते, तस्यां भवतः प्रवेशः मास्तु. ते पूर्वम् अकारः अस्ति, अतः चर्चा प्रवर्तमाना अस्ति, तस्यां भवतः प्रवेशः मास्तु. तस्यां इति सप्तमी एकवचनम्, अतः प्रवर्तमानायां चर्चायां भवतः प्रवेशः मास्तु. हा, इति अस्ति भगिनी. अस्तु, भवती अपि तत्र निपुणा जाता अस्ति. धन्यवादः. अस्तु, सुजाता भगिनी. आम् महोदय, मित्रं खिद्यते, तस्य सहायम् अवश्यं करणीयम्. अवश्यं. ते पूर्वम् अकारः अस्ति, खिद्यमानं मित्रम् अस्ति. हा, समीचीनं भगिनि. हा, तथैव. किज्यमानस्य मित्रस्य सहायम् अवश्यं करणीयम्. अवश्यं करणीयं, समीचीनं भगिनि. किज्यमानं मित्रमस्ति, किज्यमानस्य मित्रस्य साहाय्यम् अवश्यं करणीयम्. समीचीनं भगिनि. हा, अस्तु, उत्तमं. भवती अपि निपुणा जाता. अस्तु, अग्रे वंशी सुधा भगिनि. आं महोदय, द्वादशवाक्य न द्वादशं द्वाविंशतिः द्वाविंशतिः अस्ति, कथा अनुवर्तते, तस्याः अग्रिमः भागः कुत्र? अस्तु, अनुवर्तते इति, अनुवर्तते इत्यस्मिन् तकारः पूर्वम् अकारः अस्ति, अतः तत्र अनुवर्तमानः इति अनुवर्तमाना इति भवितुम् अर्हति, यतोहि तत्र कथा इति अस्ति. अनुवर्तमानायाः कथायाः अग्रिमः भागः कुत्र? उत्तमं भगिनि, भवती अपि निपुणा जाता. अस्तु, अग्रे तत्र इदानीं तत्र उषा भगिनी अग्रे पठ करोति वा? आं महोदय. रोगः प्रत्यावर्तते, तस्य चिकित्सा जागरूकतया करणीया. प्रत्यावर्तते, तेतः पूर्वम् अकार अस्ति, अतः मान इति भवति मुक् आगमः. रोगः प्रत्यावर्तते, तस्य षष्ठी एकवचनमस्ति तत्र, अतः प्रत्यावर्तमानस्य रोगस्य चिकित्सा जागरूकतया करणीया इति अस्ति भगिनि. समीचीनम् इति अस्ति, समीचीनम्. अस्तु, अग्रे तत्र नरेश महोदय. आं महोदय. सः आत्मानं बहु मन्यते, तस्मिन् भवतः स्नेहः किमर्थम्? प्रथमा तु सः आत्मानं बहुमन्यमानः अस्ति. अतः तस्मिन् तत्तु सप्तमी विभक्ति एकवचनम् अस्ति. बहुमन्यमानस्मिन् न बहुमन्यमाने उत्तमं आत्मानं बहुमन्यमाने भवतः स्नेहः किमर्थम्? तत्र तस्मिन् अपि स्थापयितुं शक्नोति. आम् आत्मानं मन्यमाने तस्मिन् भवतः स्नेहः किमर्थम्? तत्र वाक्यम् अवगच्छति खलु महोदय? आम्, सः स्वयं बहु मन्यते, तस्मिन् भवतः किमर्थं स्नेहः? समीचीनं महोदय, तथैव अस्ति, तथैव अस्ति, उत्तमम्. अग्रे वेद शोभा भगिनी नमस्कारः. इदानीं तत्र करपत्रे स्मः, किन्तु तदनन्तरं तत्र अन्तिमवाक्यं तत्र यदा वेदा भगिनी करोति तदनन्तरं गीतासोपनम्. अस्तु महोदय, तत्र प्रेषितवान् खलु, तदेव खलु? तदेव, तदेव भगिनि, अन्तिमवाक्यम्. तदनन्तरं गीतासोपनमेव. अस्तु महोदय. अग्रे श्येनाः डयन्ते, तेभ्यः कुक्कुटशिशवः भीताः. तेभ्यः श्येणाः डयन्ते, श्येणाः, श्येणा इत्युक्ते डयमानः, डयन्ते डयन्ते अन्ते डयमानः, डयमानाः श्येणाः, डयमानाः श्येणाः सन्ति इति प्रथमवाक्यम्. तस्य तेभ्यः स्थाने श्येनाः तेभ्यः कुकुटशिशवः भीताः. तेभ्यः डयमानेभ्यः तेभ्यः डयमानेभ्यः तेभ्यः कुकुटशिशवः भीताः. सर्वं समीचीनं, किन्तु श्येनाः तस्य रूपम् तेभ्यः, तस्य रूपमेव तेभ्यः न महोदय, श्येनाः तेभ्यः, श्येनाः तस्य स्थाने तेभ्यः इति आयाति. तदेव तत्र डयमानेभ्यः तेभ्यः दायमानेभ्यः तेभ्यः न किन्तु सेनाः अपि तत्र स्थापनीयमस्ति किन्तु सेनापि स्थापनमस्ति वा किमर्थं सत्यं सत्यं नो चेत् कथं खलु सेनाः स्थाने एव तेभ्यः आयाति न सत्यं किन्तु न तेभ्यः स्थाने सेनाः दयन्ते इति भागं स्वीकृत्य तस्य सम्यक् रूपं कृत्वा दयमानेभ्यः सेनेभ्यः वा दयमानेभ्यः सेनेभ्यः कुक्कुटशिशवः भीताः ओ ओ करेक्ट् करेक्ट् किन्तु कथं जानाति तत्र ह्येनेभ्यः इति एव समीचीनमिति नाम ह्येनेभ्यः इति भवति कदा भवति तत्र लिङ्गं श्येन श्येन इति प्रातिपदिकमित्य मन्ये नाम तत्र श्येनाः इति बहुवचनं लिङ्गं किं बहुवचनं बहुवचनं पुल्लिङ्गं पुल्लिङ्गं बहुवचनं कथं जानाति तत्र पुल्लिङ्गम् अस्ति इति कथं जानाति इत्युक्ते वाक्यद्वयं दृष्ट्वा कथं जानाति तत्र तेभ्यः तेभ्यः इत्युक्ते श्येनाः खलु किन्तु तेभ्यः इति पदस्य लिङ्गं किम् तेभ्यः पुल्लिङ्गमेव इति समीचीनम् अतः तत्र श्येनः पुल्लिङ्गपदमस्ति श्येनेभ्यः तर्हि पूर्णवाक्यम् एकवारं वदतु डयमानेभ्यः श्येनेभ्यः कुक्कुटशिशवः भीताः भीताः भवन्ति सन्ति समीचीनम् अस्तु उत्तमं भगिनि अस्तु श्येनाः इत्युक्ते के सन्ति तत्र अहं चिन्तयामि पक्षिविशेषणम् इति किं भगिनि हाक्स् हाक्स् हाक्स् हाक्स् गरुड ईगल् ईगल् ईगल् तादृशं तेभ्यः कुक्कुटे कुक्कुटशिशवः शिशवः काक् द हेन् चिक्स् एन् आल् गेट् भीताः कुक्कुटशिशवः भीताः सन्ति इति अस्ति अस्तु समीचीनम् अस्तु इदानीं तर्हि तत्र अहं चिन्तयामि अत्र गीतासोपाने पुस्तके वयं केवलं कथामेव पठितवन्तः खलु तदनन्तरं वयं किमपि कृतवन्तः वा तत्र न महोदय नथिङ्ग् अस्तु तर्हि तत्र प्रथम अभ्यासात् आरम्भं कुर्मः तर्हि अस्तु तर्हि तत्र पेज् 170 तर्हि तत्र अस्तु तत्र निवेदिता भगिनी आरम्भं करोति वा आम् गीतासोपनपुस्तकम् अस्ति खलु भगिनि आम् आम् अस्तु वन्दते यथोदाहरणम् एतेषां शानजन्तरूपाणि लिखत वन्दते वन्द अधिकं शानच् वन्दमान वर्धते वर्ध अधिकं शानच् वर्धमान अपि तत्र त्रिषु लिङ्गेषु वदतु भगिनि तर्हि तत्र वर्धमान वर्धमान वर्धमानम् इति समीचीनं भगिनि अस्तु अग्रे शोभा भगिनि अग्रे आं महोदय अग्रे कम्पते कम्प इति कम्प अस्ति अस्तु कम्प योगः शानच् कम्प तत्र कम्पमान इति भवति तत्र कम्प इति अङ्गम् अकारः अस्ति अङ्गस्य अन्ते तदनन्तरं शानच् भवति अतः मकारः मुगागमः भवति कम्पमानः कम्पमान इति प्रातिपदिकं कम्पमानः कम्पमानः कम्पमानम् इति भवति समीचीनं भगिनि तथैव अस्ति अस्तु अग्रे वंशी सुधा भगिनि महोदय किञ्चित् अनन्तरम् अग्रिमं वाक्यं वदामि पुस्तकं नेतुं गच्छति क्षम्यताम् अस्तु अस्तु अस्तु एतत् एतः अधिकशानच् तेतः पूर्व अकारः अस्ति अतः एधमान इति प्रातिपदिकम् एधमानः एधमाना एधमानम् हा इति अस्ति समीचीनम् अस्तु उषा भगिनि मोदते इति अस्ति मुद् धातुः तेतः पूर्वम् अकारः अस्ति अतः मुक् आगमः भवति शानच् प्रत्यये मोदमानः मोदमान इति भवति लिङ्गे मोदमानः मोदमाना स्त्रीलिङ्गे मोदमानं नपुंसकलिङ्गे भवति अस्तु समीचीनं भगिनि अस्तु अस्तु अत एतत् नरेश् महोदय सेवते सेवते अस्ति सेव् धातु सेव् योगशानच् सेवमान भवति पुल्लिङ्गे सेवमानः स्त्रीलिङ्गे सेवमाना नपुंसकलिङ्गे सेवमानम् अस्तु समीचीनम् अस्तु अग्रे एतावत् का न कृतवती वेदा भगिनी न उक्तवती खलु लभते लभ धातु तत्र ते पूर्वम् अकार अस्ति ह्रस्व अकार अस्ति तत् तत्कारणेन मानः इति मुक् आगमः भवति लभते लभ मानः मान इति प्रातिपदिकं तस्य पुल्लिङ्गरूपं लभमानः स्त्रीलिङ्गे लभमाना नपुंसकलिङ्गे लभमानम् इति अस्तु समीचीनं सुजाता भगिनी अग्रे महोदय विद्यते अस्ति ते पूर्वम् अकारः अस्ति विद् विद्धातु अस्ति विद्योगः शानत् प्रत्ययः विद्यमान मुखागमः भवति विद्यमान प्रातिपदिकमस्ति विद्यमानः विद्यमाना विद्यमानम् इति अस्ति समीचीनम् अस्तु अग्रे तत्र शोभते अस्ति शोभते योगः शानच् तस्मात् अनन्तरं तकारात् पूर्वम् अकारः अस्ति अतः तत्र मुगागमः भवितुम् अर्हति शोभमाना शोभमानः शोभमानम् इति भवति समीचीनं अद्य शोभा शोभा शोभमाना अस्ति महोदय अस्तु धन्यवादः भगिनी यदा यदा शोभा इति वदामि तस् भवत्याः एव स्मरणं भवेत् भगिनि अस्तु उत्तमम् अस्तु अग्रे तत्र ईक्षते निवेदिता भगिनी अग्रे स्पर्धते ईक्षते स्पर्धते अपि अस्ति भगिनि स्पर्धता स्पर्धते स्पर्ध अधिकं शनच् स्पर्धमान् स्पर्धमान् स्पर्धमानः स्पर्धमाना स्पर्धमानम् उत्तमं समीचीनम् अस्तु इदानीं शोभ भगिनि अग्रे आं महोदय ईक्षते ईक्षा इति अङ्गम् अकारः अस्ति ते स्तः पूर्वम् अकारः ईक्षायोगः शानच् ईक्षा मान इति भवति किन्तु तत्र कक्षा इत्यस्य शकारात् निमित्तात् नत्वं भवति ईक्षमाण इति प्रातिपदिकम् ईक्षमाणः ईक्षमाणा ईक्षमाणम् इति भवति समीचीनं भगिनि अस्तु अग्रे अस्तु अग्रे तत्र वेदभगिनी अग्रे भाषते तत्र भाषते ह्रस्व अकार अस्ति ते पूर्वं भाषमानः इति भवति भाषमाना तत्र शकार अस्ति शकार पर किं वदामि नत्वं भवति भाषमाणा इति उत्तमं भगिनि उत्तमं भाषमाणः भाषमाणा भाषमाणम् इति रूपम् इति भवति समीचीनम् अस्तु उत्तमं हर्षदा भगिनि अग्रे सज्जते सज्ज सज्ज तेतः पूर्व अकारः अस्ति सज्ज अधिकशानश्च प्रत्यये सज्जमान इति प्रातिपदिकं सज्जमानः सज्जमाना सज्जमानम् इति भविष्यति. उत्तमम्, अस्तु. तर्हि इदानीं तत्र इदानीं रूपस्य ज्ञानम् अभवत्. इदानीम् एतेन अभ्यासेन एव तत्र पुनः तत्र वाक्यानि रचयामः तत्र. तर्हि तत्र एतत् वाक्यं समीचीनं वा? अहं दुःखमाना अस्मि इति वक्तुं शक्नुमः वा? दुःखमाना इति कथं? धातुः कः? धातुः कः? ओ अस्तु अस्तु, धातोः दुःखमाना. दुःखम् इति धातुः नास्ति खलु? विशेषणम् अस्ति. नाम तत्र धातु भवेत् खलु भगिनि? नाम चिन्ता. अहं खिद्यमाना अस्मि तद् भवितुमर्हति. खिद्यमाना अस्मि इति भवितुमर्हति किल? तत्तु सत्यं महोदय, सप्तपुटानि एव सन्ति. तस्मात् अनन्तरं भवतः कक्षा उषा भगिनी उक्तवती, अहम् उक्तवान् आमां. तदनन्तरं तत्र कठिना परीक्षा भवति. एवं वा? अस्तु. तदनन्तरं तत्र गीताप्रवेशः कर्तुं शक्नुमः भगिनि. पश्यामः. अस्तु अस्तु महोदय, सत्यं महोदय. भवान् उक्तवान् गीताप्रवेश प्रथमभागं पाठयति इति. इति एव तत्र चिन्तनं तदेव अस्ति भगिनि. पाठयतु महोदय. अस्तु अस्तु, कुर्मः भगिनि. कुर्मः. अस्तु तर्हि तत्र नरेश् महोदय, वन्दमानः, वन्दमाना, वन्दमानं उपयुज्य सरलं वाक्यं. वन्दमान सः शिशुः वन्दमानः अस्ति. शिशुः वन्दमानः अस्ति. शिशुः देवं वन्दमानः अस्ति. समीचीनं, तादृशं शिशुः वन्दमानः अस्ति तावत्पर्यन्तं. समीचीनं महोदय, तावत् पर्याप्तं. समीचीनम्, अस्तु. अग्रे तत्र सुजाता भगिनि. वर्धते वर्धमान पुल्लिङ्गे स्त्रीलिङ्गे किमपि स्वीकृत्य किञ्चित् वर एकं वाक्यं, सरलवाक्यं. सस्यं वर्धमानम् अस्ति. सस्यानि वर्धमानानि सन्ति. सस्यं वर्धमानम् अस्ति. समीचीनं, धन्यवादः. सस्यानि वर्धमानानि सन्ति. उत्तमं भगिनि, तथैव. अस्तु उत्तमं. निवेदिता भगिनि, कम्पते. बालकः लघुवाक्यं कम्पते. कम्पते इति कम्पति कम्पति बालकः कम्पते. बालकः कम्पमानः अस्ति. किन्तु न समीचीनं भगिनि, बालकः कम्पमानः अस्ति. समीचीनम्, अस्तु. अग्रे शोभा भगिनी, तत्र एधते एधते तत्र वृक्षाः एधमानाः सन्ति. वर्धते इति एव अर्थः खलु महोदय? न जानामि भगिनि, एतत् इत्युक्ते वर्धमानः इति एव इति वा? अस्तु इति मन्ये महोदय. तर्हि अस्तु वृक्षाः सम्यक् वा? वृक्षाः एधमानाः सन्ति. वृक्षाः एधमानाः सन्ति. समीचीनं, समीचीनं भगिनि. अस्तु हर्षदा भगिनी अग्रे. मोदते, मोदमाना बालिका क्रीडति. उत्तमम्, अस्तु. वंशी सुधा भगिनी. <भगने? coughs> आं महोदय क्षम्यताम् अत्र किमस्ति लभते सेव् अस्तु सेवमाना कर्मकारः कार्यं करोति न किं किं सेवमानः कर्मकारः गृहे अस्ति इति वदामि वा समीचीनं कार्यं करोति अस्ति समीचीनं कार्यं करोति अस्तु अस्तु इदानीं तत्र उषा भगिनी कृतवती वा न खलु अस्तु भगिनि लभते पारितोषिकं लभते पारितोषिकं सः पारितोषिकं लभते सः पारितोषिकं लभमानम् अस्ति सः इति अस्ति खलु पारितोषिकं तत्र सः पारितोषिकं लभमानः अस्ति हा नाम तत्र लभमानः इति समीचीनं वा लभमानम् इति समीचीनं वा भवती वदतु पृच्छामि महोदय पारितोषिकं नपुंसकलिङ्गे अस्ति अतः लभमानम् इति सम्यक् अस्ति वा अहमपि पुनः भवतीं पृच्छामि नाम तत्र चन्द्रः शोभते इति अस्ति खलु भगिनि शोभ चन्द्रः शोभते इति स्वीकरोतु चन्द्रः शोभते तत्र चन्द्रः शोभमानः अस्ति इति वदति खलु तर्हि चन्द्रः शोभमानः अस्ति इति किमर्थं पुल्लिङ्गरूपम् अत्र स्थापितवन्तः वयं चन्द्रः पुल्लिङ्गे अस्ति अस्तु तेन किं शोभमानः अपि पुल्लिङ्गे अस्ति किमर्थं किमर्थं चन्द्रः शोभमानः अस्ति न महोदय किन्तु किमर्थं तादृशरूपं किमर्थं तत्र शोभमानः इति स्थापितवन्तः नाम शोभमानः अपि चन्द्रः तयो मध्ये विशेषणविशेषभावः अस्ति अस्तु उत्तमम् इदानीं तत्र सः किं लभते सः भवत्याः वाक्यं सः पारितोषिकं सः पारितोषिकं लभते लभते अस्तु इदानीं तत्र तत्र पारितोषिकं त्यजतु सः लभते खलु सः लभते इति तस्य परिवर्तनं करोतु सः लभमानः अस्ति अस्तु लभमानः इत्युक्ते कः सः सः नाम यदि तत्र किमपि पदं स्थापयति नाम उत्तमं न न कोऽपि किमपि नाम तत्र वदतु बालकस्य नाम किमपि वदतु रामः अस्तु रामः लभते रामः लभते रामः लभमानः अस्ति इति वा अस्ति रामः लभमानः अस्ति तर्हि लभमानः इति विशेषणम् अस्ति खलु रामः रामस्य समीचीनम् इदानीं तत्र इदानीं रामः पारितोषिकं लभते इदानीं वाक्यं वदतु रामः पारितोषिकं लभते लभमानः रामः रामः पारितोषिकं लभते पारितोषिकं रामः पारितोषिकं लभमानः रामः न भगिनि तत्र लभमानः इति तत्र लभते इति स्थाने अस्ति खलु भगिनि खलु समीचीनं खलु तत्र यदि यद्यपि वयं वक्तुं शक्नुमः नाम तत्र पारितोषिकं रामः लभते इति तदपि समीचीनं वाक्यं खलु नाम पारितोषिकं रामः लभते इति तेन वयं जानीमः तत्र कर्मपदं पारितोषिकम् इति खलु किन्तु वयं किमर्थं तत्र रामः पारितोषिकं लभते इति वदामः यतोहि क्रियापदात् पूर्वं यदि कर्मपदम् अस्ति चेत् अवगमनं सुलभं भवति इति खलु खलु तर्हि लभते इति स्थाने किं पदं स्थापितं भवत्याः लभमानः तर्हि तस्मात् प्राक् अपि कर्मपदं भवेत् खलु तर्हि लभमानः लभमानः रामः न किमर्थं लभमानः रामः लभमानः इति पदात् पूर्वं किं भवेत् रामः अस्तु रामः अस्तु समीचीनं रामः तदनन्तरं किम् पारितोषिकं पारितोषिकं लभमानः अस्ति एतदेव अस्ति भगिनि समीचीनं वा इदानीं हा अस्तु उत्तमम् अस्तु वेदा भगिनी अग्रे हा महोदय विद्यते तत्र विद्यते विद्यमानः विद्यमानः विद्यते विद्यमानं मन्दिरम् अत्र अस्ति विद्यमानं मन्दिरम् अस्ति अत्र अस्ति समीचीनं भगिनि तथैव तावदेव अस्तु उत्तमं सर्वे कृतवन्तः खलु तर्हि वाक्यम् उक्तवन्तः खलु नरेश महोदय अपि उक्तवान् वा महोदय आम् अहं प्रथम उक्तवान् श्रूयते वा एतत् वाक्यं समीचीनं वा अतः तत्र किमस्ति तत्र एकनिमिषं सेवमानः कर्मकारः गृहे कार्यं कुर्वन् अस्ति इति शानज् अपि च द्वयोः उपयोगं कर्तुं उत्तममस्ति भगिनि उत्तममस्ति तथैव तत्र यदा तत्र वयं तत्र करपत्रे अपि अथवा अन्यत्र कुत्रापि तत्र यत्र एकं पदं तत्र आत्मनेपदी धातुः अस्ति क्रियापदं तत्र वयं सर्वदा किं वदामः तत्र नाम तत्र अस्तु तत्र नाम रामः गच्छन् ईक्षते तत्र रामः गच्छन् ईक्षमाणः अस्ति इति अपि वक्तुं शक्नुमः खलु भगिनि अतः तत्र शानज् वा शत्रन्त वा द्वयमपि एकस्मिन् वाक्ये भवितुम् अर्हति चिन्ता नास्ति तत्र अस्तु तर्हि अग्रे सरामः तर्हि अग्रे तत्र अग्रिमाभ्यासः तत्र हर्षदा भगिनी आरम्भं करोति वा आं महोदय अधोलिखितानि वाक्यानि शानजन्तप्रयोगेण परिवर्तयत उदाहरणार्थ शिशुः निरीक्षते शिशुः निरीक्षमाणः अस्ति धनुः स्रंसते हा धनुः स्रंसमानः अस्ति तेतः अकारः अस्ति धनुः हस्तात् स्रंसते इति अस्ति तेतः पूर्व ह्रस्व अकारः अस्ति अतः मानः इति आगच्छति स्रंसमानः धनुः स्रंसमानः अस्ति धनुः नपुंसकलिङ्गे अस्ति न महोदय किं भगिनि धनुः ओ धनुष् धन्यवादः भगिनि धनुः धन्यवादः भगिनि अहं विस्मृतवान् धनुः अस्ति धनुषौ आमां धनुषि इति अस्ति उषा भगिनी धन्यवादः अस्तु अग्रे तर्हि तत्र शोभा भगिनी अग्रे पण्डितौ विवेदेते विवदेते पण्डितौ विवदेते विवदेते तत्र द्विवचने अस्ति विवदेते इत्युक्ते वदेते वदते वदमानः इति एकवचने भवति वदमानः वदमानौ वदमानाः इति पण्डितौ विवद इदानीं विवदे विवदमानौ स्तः पण्डितौ विवदमानौ स्तः समीचीनं भगिनि विवदमानौ हा इति एव अस्ति समीचीनम्. हा अस्तु अग्रे नरेश महोदय. भक्तः अग्रे भक्तः कष्टं सहते सहते तस्य शनजन्तरूपं सहमान भवति. भक्तः कष्टं सहमानः अस्ति. हा सहमानः अस्ति समीचीनं. हा समीचीनं महोदय. अस्तु अग्रे सुजाता भगिनी. आं महोदय. कातरः खिद्यते खिद्यते खिद्यमानः खिद्यमानः भवति खिद्यमानः कातरः अस्ति. हा खिद्यमानः कातरः खिद्यमानः अस्ति समीचीनं. हा अस्तु अग्रे निवेदिता भगिनि. कातरः इत्युक्ते किम् अस्ति महोदय? कवर्ड्स् ओ अस्तु तस्मात् एव कातरः कवर्ड् अस्तु. सत्यं भगिनि तथैव अस्ति. केन कातरः भवति वा? किं भगिनि? दुःखेन कातरः भवति वा? दुःखेन हा इति नास्ति. हा प्रायशः तदपि भवितुमर्हति. सत्यं भगिनि. वीरः भूतः भूतः यजते भूतः यजमानः अस्ति. सोरि बुधः बुधः यजते बुधः यजमानः अस्ति. हा बुधः यजमानः अस्ति समीचीनम्. हा अस्तु अग्रे वेदा भगिनि. हा महोदय. जिज्ञासुः भजते जिज्ञासुः इति पुल्लिङ्गे वा? जिज्ञासु गुरु भत्वा गुरु जिज्ञासुः गुरुः गुरु गुरव जिज्ञासवः. आम् जिज्ञासुः पुल्लिङ्गे जिज्ञासुः भजते अकार अस्ति. भजमानः जिज्ञासुः भजमानः अस्ति. हा जिज्ञासु भजमानः अस्ति समीचीनम्. अस्तु अग्रे उषा भगिनी अग्रे. आं महोदय. आञ्जनेयः आस्ते आस्ते परन्तु ते तः पूर्वं सकारः अस्ति महोदय तत्र. तर्हि तर्हि न न इति भवति वा? न मुगागमः भवति वा? न मुगागमः न भवति महोदय. तर्हि किम् आञ्जनेयः आस्ते आस्ते सकारः अस्ति तत्र. तत्र दा तत्र ते निष्कास्य रूप किं भवति तत्र? आस् इति भवति. तर्हि ऊहं करोतु किञ्चित्. आसि आस्ति. अस्तु भगिनि भवती अग्रिमं करोतु अन्य कोऽपि एतत् कुर्यात्. किं भगिनि? आसीनः इति भवति वा? आसीनः इति एव चिन्तयामि भगिनि. अस्तु पाण्डवाः मोदन्ते. पाण्डवाः बहुवचने अस्ति. पाण्डवाः मोदन्ते पाण्डवाः मोदमानाः भवन्ति सन्ति सन्ति सन्ति. तत्र सन्ति अपि भवन्ति तत्र साधारणतया भेदः नास्ति किन्तु भेदः वर्तते खलु? आं महोदय. किमपि भेदः भवति इत्युक्ते किमपि अन्यत् कार्यमपि भवतीम् अर्हति भवती अस्ति पुनः वदतु एव अस्ति इति भवति इत्युक्ते अनन्तरं किमपि भवितुम् अर्हति तत्र. अनन्तरं वा पूर्वं वा? अनन्तरमेव न महोदय. भवति इति हा भवति. हा किन्तु सूक्ष्मभेदः वर्तते. अतः तत्र अस्ति स्थाने भवति इति साधारणतया स्थापयामः किन्तु सर्वदा तत् न कर्तुं शक्नुमः. अस्तु समीचीनं भवति. अस्ति वा सन्ति इति यतोहि पाठे तत्र निरीक्षमाणः अस्ति इति अस् धातुरूपमेव स्थापयतु इति दत्तं खलु उपरि, अतः सन्ति इति एव स्थापनीयं इति अस्ति. अस्तु अग्रे नरेश महोदय. अग्रे रोमहर्षः जायते, जायते तस्य शानजन्तरूपं जायमानः भवति. रोमहर्षः जायमानः अस्ति इति अस्ति. समीचीनं, तथैव अस्ति. अस्तु अग्रे हर्षदा भगिनी. आम्, जीवात्मा उपसेवते, जीवात्मा उपसेवमानम् अस्ति. पुल्लिङ्गि, उपसेवमानः अस्ति. जीवात्मा उपसेवमानः मानः अस्ति. आत्मा जीवात्मा इति. समीचीनम्. अस्तु वंशी सुधा भगिनी अग्रे. आं महोदय, क्षम्यतां. तत्र भवान् भवान् सेवते, तत्र सेवमानः, ते पूर्वमकारः अस्ति, सेवमानः अस्ति. अतः सेवमानः भवान् अस्ति वा तत्र? भवान् सेवमानः तावदेव. तावदेव अस्तु महोदय. तत्र आस्ते इत्यस्य आस्यमान आसमानः अस्ति वा, नो चेत् आसानः अस्ति वा? आस् इति मुगाङ्गमः न भवति खलु भगिनि? आस् न भवति परन्तु तत्र अदादिगण्यधातुः अस्ति, अदादिगणीयः धातु आस् इति तत्र विक्रणप्रत्ययमध्ये. भगिनि अहं अष्टाध्यायी मध्ये दृष्टवती आसीनः भवति. आसीनः इति रूपम् अस्ति. अस्तु आसीनः इति कथं भवति? आसीनः कथं भवति तत्र? हीनः तत्र किञ्चित् द्रष्टव्यम् अस्ति भगिनि. तत्र आसानः इति चिन्तयितुं शक्नुमः खलु, नाम तत्र आस् योगः आनः इति, किन्तु आसीनः इति एव तत्र न, तत्र किमर्थं तत्र किं कार्यं तत्र अस्ति इति न जानामि. यदि जानाति चेत् मामपि वदतु. अस्तु भगिनि, अस्तु समीचीनं. अस्तु अग्रे सरम तर्हि तत्र शोभा भगिनी अग्रे. आदित्यः प्रकाशते, प्रकाशते तत्र प्रकाश इति अङ्गम् अकारः ते पूर्वम्. आदित्यः प्रकाशमानः अस्ति. प्रायश तत्र णत्वं भवति न वा इति चिन्तनीयमस्ति खलु भगिनि तत्र? तालव्यशकारः महोदय. अस्तु तर्हि तत्र बाधा अस्ति खलु, तर्हि कवर्गी अस्ति. कवर्गी अस्ति किन्तु तदनन्तरं तत्र अस्तु समीचीनं भगिनि. प्रकाशमानः प्रकाश अस्तु समीचीनम्. अस्तु अग्रे वेद भगिनि. हा महोदय, भीष्मः कुरुक्षेत्रे विराजते, विराजते तत्र ह्रस्वकारः अस्ति, विराजमानः. भीष्मः कुरुक्षेत्रे विराजमानः अस्ति. हा, भीष्मः कुरुक्षेत्रे विराजमानः अस्ति. समीचीनम्. अस्तु अग्रे निवेदिता भगिनी अग्रे. आम्, सेना, सेना वर्तते, सेना वर्तमाना अस्ति. हा, सेना वर्तमाना अस्ति. समीचीनम्. अस्तु अग्रे. हा, सेना वर्तमाना अस्ति. समीचीनम्. अग्रे सुजाता भगिनी. हा महोदय, युद्धम् अनुवर्तते, युद्धं नपुंसकपुल्लिङ्गमस्ति, अनुवर्तमानं युद्धम् अस्ति. हा, इति अस्ति. समीचीनम्. अग्रे तत्र उषा भगिनी अग्रे पदार्थयः स्पर्धन्ते पदार्थः बहुवचने अस्ति पदार्थः स्पर्धन्ते पदार्थः स्पर्धमानाः सन्ति तत्र पुल्लिङ्गं वा स्त्रीलिङ्गं वा एकवचनं किम् अस्ति भगिनी तत्र पदार्थिः हरि हरि उत्तमं भगिनि हा अस्तु समीचीनं हा अस्तु तर्हि अग्रे तत्र अग्रेसरामः नरेश मोदी अग्रे पठत अवगच्छत शानत् प्रत्ययान्तपदानि चित्वा लिखत च खिद्यते कृष्णः खिद्यमानम् अर्जुनं समाश्वासयति श्वासयति ददाति नाम सम्यक् रीत्या नाम सम् आश्वासयति सम् आश्वासयति तत्र शानच प्रत्यन्तपदं किम् अस्ति अत्र खिद्यमानम् हा तत्र खिद्यमानम् इत्युक्ते अर्जुनं खिद्यमानं तस्य विशेषणं विशेषणं समीचीनं महोदय हा तथैव अस्ति अस्तु अग्रे वेदा भगिनी खिद्यते वा खिद्यते न भाषते वा इदानीमेव श्रुतवती खलु भगिनि भाषते अर्जुनः प्रज्ञावादान् भाषमानः अतिष्ठत् एकनिमिषं लिखत च ओके भाषते अर्जुनः प्रज्ञावादान् भाषमानः अतिष्ठत् तत्र किं करणीयम् उपरि अवगच्छत शानच प्रत्ययान्तपदानि चित्वा लिखत च भाषमानः शानच् प्रत्ययान्तपदमस्ति तत्र तत्र कः तत्र कर्म कर्ता अर्जुनः अर्जुनः भाषमानः प्रज्ञावादान् अतिष्ठत् तर्हि तत्र भाषमानः इति पदस्य कर्तृपदं किमस्ति नाम तत्र भाषमानः इत्युक्ते भाषते अर्जुनः भाषते इत्युक्ते कः भाषते अर्जुनः अर्जुनः भाषते तत्र भाषते इति तत्र सकर्मकक्रियापदं वा अकर्मकक्रियापदं वा भाषते किं भाषते सकर्मक एव सकर्मक कर्मपदं भवितुम् अर्हति खलु तदेव प्रज्ञावादान् इति अतः तत्र अर्जुनः भाषमाणः अतिष्ठत् किं भाषमाणः अतिष्ठत् प्रज्ञावादान् भाषमाणः अतिष्ठत् अस्तु समीचीनं भगिनि अस्तु अग्रे तत्र वंशिषा भगिनी अग्रे आं महोदय तत्र म्रियते इति अस्ति युद्धे म्रियमाणाः योद्धारः परमपदं प्राप्नुवन्ति तत्र म्रियते इत्यस्य ते पूर्वः अकारः अस्ति म्रियमाणः अस्ति परन्तु तत्र बहुवचनरूपे अस्ति तत्र युद्धे म्रियमाणाः योद्धारः योद्धा इति शब्दः अस्ति योद्धृ इति शब्दः प्रातिपदिकमस्ति योद्धा योद्धारः अतः तत्र म्रियमाणाः योद्धारः योद्धारः इत्यस्य विशेषणमस्ति अत्र म्रियमाणाः इति बहुवचनरूपे रूपे अस्ति समीचीनं भगिनि समीचीनं एतत् न एषः किं वदामि तत्र अभ्यासः पूर्वं भवेत् इति चिन्तयामि महोदय तस्मात् अनन्तरम् अन्यः भवितुम् अर्हति इति सम्यक् भवति द्वितीय अनन्तरं तृतीय अभ्यास तृतीयाभ्यास पूर्वं भवेत् यतोहि तत्र अवगमनं सम्यक् भवेत् सत्यं सत्यं अस्तु अग्रे तत्र सुजाता भगिनी अग्रे महोदय सज्जते प्रकृतेः गुणसम्मूढाः गुणकर्मसु सज्जमानाः भवन्ति सज्जमानाः शानजन्तपदमस्ति गुणकर्मसु गुणसम्मूढाः गुणकर्मसु सज्जमानाः भवन्ति तत्र सज्जमानाः इति स्थाने तत्र क्रियापदं भवति चेत् किं भवति सज्जन्ते भवति इति भवति समीचीनं तत्र के सज्जन्ते प्रकृते गुणसम्मूढाः हा कर्म कर्तृपदं तदेव अस्ति गुणसम्मूढाः सज्जन्ते विषये सज्जन्ते गुणकर्मसु गुणकर्मसु सज्जन्ते अपि ते भवन्ति अतः गुणकर्मसु सज्जमानाः भवन्ति समीचीनं हा अस्तु समीचीनं भगिनी अस्तु अग्रे नरेश महोदय सम अवतिष्ठते महोदय क्षम्यतां महोदय अन्य कोऽपि कुर्यात् भवान् इदानीमेव उक्तवान् खलु क्षम्यतां महोदय अस्तु तत्र क्षम्यतां महोदय तत्र हर्षदा भगिनी कृतवती वा न खलु अस्तु न न महोदय समवतिष्ठते सर्वत्र समवतिष्ठमानम् ईश्वरं यः पश्यति सः परां गतिं याति ईश्वरम् ईश्वरम् इत्यस्य विशेषणं समवतिष्ठमानम् इति शानजरूपम् हा समवतिष्ठमानम् सम् एतत् सम् अधिक अव अधिकस्था धातु धातु वा तत्र उपसर्गद्वयम् उपसर्गकारणेन आत्मनेपदी अभवत् हा सत्यं भगिनि हा नो चेत् तिष्ठति इति परस्मैपदी भवेत् सत्यं भगिनि अतः तत्र ईश्वरं यः पश्यति सः परां गतिं याति इति कुत्र अत्र पश्यति सर्वत्र पश्यति ईश्वरं सर्वतिष्ठमानम् ईश्वरं सर्वत्र अस्ति तादृशम् ईश्वरं यः सर्वत्र समवतिष्ठमानम् अस्ति तादृशम् ईश्वरं यः पश्यति सः परां गतिं तत्र ईश्वरं पश्यति सर्वत्र पश्यति कीदृशम् ईश्वरं पश्यति समवतिष्ठमानम् ईश्वरं पश्यति इति समीचीनं समीचीनं भगिनि हा अस्तु अग्रे तत्र उषा भगिनी अग्रे आं महोदय शेते शरशय्यायां शयानाय भीष्मपितामहाय अर्जुनः जलम् अददात् अवगच्छति वाक्यस्य अर्थः किञ्चित् वदति अर्थः कः इति शरशय्यायां भीष्मपितामहः शयनं कृतवान् तस्मै अर्जुनः जलं दत्तवान् हा उत्तमं भगिनि हा समीचीनं हा तर्हि तत्र प्रथमपदं किमस्ति शरशय्यायां भीष्मपितामह तत्र विभक्ति का तत्र अत्र चतुर्थी विभक्ति अस्ति महोदय शरशय्यायां शरशय्यायां षष्ठी विभक्ति अस्ति बहुवचने न सप्तमी शरशय्यायां सप्तमी वचनं तस्याम् एकवचनं शरशय्या शरशय्या शराणां शय्या शरशय्या तस्याम् अग्रिमम् शयानाय चतुर्थी विभक्ति शेते इति अस्ति हा उत्तमम् अस्तु तर्हि तत्र प्रथमविभक्ति एकवचनरूपं किम् अस्ति शेते अस्ति महोदय न शैत्यक्रियापदम् अस्ति अत्र क्रियापदं नास्ति खलु अत्र नामपदमस्ति खलु शयानः हा उत्तमं शयानः कथायामपि आसीत् खलु पदं हा समीचीनं भगिनि हा शयानः भीष्मपितामहः अस्ति भीष्मपितामहः शरशय्यायां भीष्मपितामहः शयानः अस्ति तस्मै अर्घ्यः जलम् अददात् अददात् समीचीनं भगिनि हा उत्तममस्ति हा अस्तु समीचीनं शोभा भगिनी अग्रे निरीक्षते सेवां निरीक्षमाणस्य पार्थस्य मनः शिथिलं जातम् तत्र निरीक्षमाणः इत्यस्य षष्ठीविभक्तिः अभवत् सेवां निरीक्षमाणः इति अपि च पार्थस्य इति षष्ठीविभक्तौ अस्ति अतः निरीक्षमाणस्य पार्थस्य इति भवति मनः शिथिलं जातम् इति तर्हि तत्र कर्ता पार्थः तस्य सेवां निरीक्षते पार्थः सेवां निरीक्षते तस्य मनः शिथिलं जातम् इति सेवां निरीक्षमाणस्य समीचीनं भगिनि नाम तत्र करपत्रे यत् वयं कृतवन्तः तत्र वाक्यद्वयम् आसीत् तत्र मिलित्वा एकं वाक्यं कृतवन्तः अत्र एकं वाक्यम् अस्ति तस्य तत्र विभागं कर्तुं शक्नुमः नाम तत्र अवगमनार्थं तत्र कुत्र शानजन्तपदम् अस्ति इति समीचीनं भगिनि हा अस्तु नरेश सेवामिति तत्र कर्मपदं भवति कर्मपदं भवति हा सः पार्थः सेवां निरीक्षते इति समीचीनं भगिनि हा उत्तमम् अस्तु नरेश महोदय क्षम्यते डयमानं वैनतेयं दृष्ट्वा सर्पाः भीताः अत्र डयमानं तत् शानजन्तरूपम् अस्ति डयमानं वैनतेयं दृष्ट्वा सर्पाः भीताः तत्र केवलं शानजन्तरूपं स्वीकृत्य लघुवाक्यं रचयतु तत्र वैनतेयम् इति यदस्ति वैनतेयं आकाशे डयमानम् अस्ति हा किन्तु अस्ति इत्युक्ते तत्र विभक्ति प्रथमा भवेत् खलु तर्हि तर्हि वैनतेयः डयमानः वैनतेयः डयमानः अस्ति वैनतेयः के डयमानः डयमानः अस्ति अस्ति हा अथवा वैनतेयः के धयते इति समीचीनं महोदय हा तथैव अस्ति हा तत्र के इत्युक्ते सर्वे जानन्ति खलु के इत्युक्ते किम् आकाशे आकाशे थम् इति थम् इत्युक्ते आकाशः थम् अस्तु समीचीनं महोदय हा अस्तु अग्रे वंशी सुधा भगिनि तत्र उपास्ते आस्ते इत्यस्मात् उप उपसर्ग किमपि न श्रूयते महोदय न श्रूयते हा न श्रूयते वा अत्र इदानीं श्रूयते वा अस्तु क्षम्यताम् उपास्ते इति अस्ति तत्र उपसर्गः आस्ते इति धातु अस्ति आस् इति धातुतः आत्मनेपदिरूपम् आस्ते अस्ति परन्तु उपासमानः इति भवति महोदय तत्र सत्यं तत्र आस्ते अपि वयं प्रयत्नं तत्र प्रायशः तत्र मुद्रणदोषः वा इति किमपि न जानामि तत्र यतोहि ते पूर्वम् अकारः नास्ति प्रायशः तत्र उपासते भगिनि तत्र उपासते उपास्ते नास्ति उपासदोषः अस्ति तत्र उपासते उपायोगः आस्ते इति भवति किल न न तत्र उपासते इति अस्ति भगिनि उपासनं करोति सत्यम् आस्तेतः एव उप आस्ते इति भवितुं न भवति वा तत्रैव मुद्रणदोषः भवेत् इति चिन्तयामि भगिनि नाम अन्यत् किमपि धातु भवेत् आसते इति उपासते इति अस्तु तर्हि उपासमानैः योगिभिः परमात्मा दृष्टः तत्र कर्मणि प्रयोगे अस्ति तत्र वाक्यं तत्र तप्रयोगः तप्रयोगः दृष्टः इति तप्रयोगः अस्ति अतः तत्र उपासमानैः योगिभिः तत्र योगिभिः इति विशेषणमस्ति उपासमानैः इति तृतीया विभक्त्याम् अस्ति अतः तेषां तत्र विशेषणं भवति उपासमानैः परमात्मा इति कर्मपदमस्ति परमात्मा दृष्टः अस्तु समीचीनं भगिनि अस्तु अग्रे तत्र महोदय आसते इति बहुवचने भवति आप् धातुः किं भगिनि आसते इति बहुवचने आसते इति रूपमस्ति आस्ते इति बहुवचने आसते इति भवति भगिनि आम् तदेव योगिभिः तत्र योगिभिः इति अस्ति इति तत्र आस्ते इति क्रियापदं चेत् तत्र मुखागमः न भवेत् खलु तदेव तत्र हा तत्र एकवचने एव एकवचनरूपमेव द्रष्टव्यम् उपासते तत्र पूर्वमपि महोदय तत्र आसीनः इति उक्तं खलु पूर्वः आसमानः इति एव उत्तरं दत्तं पुस्तके आसीनः आम् अहं दृष्टवती महोदय अनन्तरम् आसमानः इति एव अस्ति तत्रापि हा अतः तत्र मम मनसि किञ्चित् भ्रमः अस्ति तत्र किं तत्र सकारस्य कृते किमपि अपवादः अस्ति वा महोदय इति न जानामि भगिनि हा द्रष्टव्यमस्ति भगिनि अहमपि पृच्छामि अष्टाध्याय्याम् आस् धातोः आसीन इत्येव दत्तमस्ति महोदय अग्रे पृष्टे पश्यतु महोदय आस्ते इत्यस्य आसीनः आसीना आसीनम् इति दत्तं तत्र कोष्टके रूपा समीचीनं अतः तत्र आसीनः इति सूत्रमस्ति तत्कारणेन आन पूर्वम् ईकार आयाति आनस्थाने ईकार आयाति एकसूत्रमस्ति परन्तु तत्र आसमानः इति कथं मानैः इति कथं भवति कथं तत्र न जानामि तत् न जानामि अस्तु तर्हि तत्र तर्हि तत्र अर्थः कः इति अवगच्छामः किन्तु तत्र रूपं किमर्थम् इति न जानीमः अस्तु तर्हि तत्र अहमपि पृच्छामि भवन्तः अपि पृच्छन्तु यदि किमपि प्राप्नुमः वर्गे तत्र तस्मिन् विषये चर्चां कुर्मः अस्तु तर्हि निवेदित भगिनी अग्रे आम् युङ्क्ते योगं युञ्जानः भगवन्तं ज्ञास्यति यः योगं युञ्जानः अस्ति सः भगवन्तं ज्ञास्यति भविष्यकालरूपमस्ति ज्ञास्यति अस्तु भगिनि समीचीनं ज्ञास्यति अग्रे जानाति समीचीनं भगिनि तथैव अस्ति अस्तु सुजाता भगिनी अग्रे आं महोदय यतते यतमानाः योगिनः तत्त्वं पश्यन्ति यतमानाः बहुवचनमस्ति योगिनः बहुवचनमस्ति अस्य विशेषणमस्ति यतमानाः तत्त्वं पश्यन्ति योगिन् इति योगिनः बहुवचनमस्ति तस्य विशेषणमस्ति यतमानाः यतमान् परन्तु पश्यति किमर्थं दत्तम् अत्र पश्यति तत्त्वं पश्यति योगिनः तत्त्वं पश्यति न न तत्र योगिनः तत्त्वं पश्यन्ति इति एव भवेत् तत्र मुद्रणदोषः तावदेव पश्यन्ति अस्ति महोदय नूतनपुस्तके पश्यन्ति इति अस्ति पश्यन्ति अस्ति महोदय अस्तु भगिनि समीचीनं तर्हि तत्र इदानीं मुद्रणदोषः नास्ति अस्तु उत्तमं नूतनमुद्रणे अस्तु समीचीनम् अस्तु अग्रे तत्र हर्षदा भगिनी अग्रे अहं न पठामि महोदय ओ भेद भगिनी अस्तु अस्तु पठतु भगिनी क्षम्यतां पठतु वेपते वेपमानः अर्जुनः कृष्णं प्रणमति वेपमानः अर्जुनः कृष्णं तत्र अर्जुनः वेपमानः अस्ति तं कृष्णं प्रणमति इति सः कृष्णं प्रणमति वेपमानः अर्जुनः कृष्णं प्रणमति समीचीनं भगिनि अस्तु अपि तत्र एतावत् कः अथवा न का न कृतवती कृतवान् अथवा अन्तिमं तत्र अस्तु तत्र हा उषा भगिनी कर्तुम् इच्छति वा अन्तिमम् आं महोदय कुरुते देवार्थं कर्म कुर्वाणाः शाश्वतं पदम् आप्नुवन्ति कुर्वाणाः बहुवचने अस्ति तत्र देवार्थं कुर्वते इति अस्ति महोदय शानजन्तरूपं ये देवार्थं कर्म कुर्वते ते शाश्वतं पदम् आप्नुवन्ति पुनः वाक्यं ये देवार्थं कर्म कुर्वते ये इति अस्ति ये इति पदस्य वचनं किं ये एकवचनम् अस्ति ये एकवचनं नास्ति यः यौ ये बहुवचनमस्ति यौ ये बहुवचनमस्ति महोदय तर्हि ते पुनः वाक्यं ये देवार्थं कर्म कुर्वते कुर्वते कुर्वाणाः इति अस्ति कुर्वाणाः कुरुते कुर्वाते कुर्वन्ते इति अस्ति महोदय सम्यक् साहाय्यं कोऽपि करोतु कोऽपि साहाय्यं करोतु तत्र कुरुते कुर्वाते कुरुते कुर्वाते कुर्वन् कुर्वते कुर्वते कुर्वते कुर्वते महोदय ये देवार्थं कर्म कुर्वते ते शाश्वतं ते महोदय ते शाश्वतं पदम् आप्नुवन्ति हा इति अस्ति भगिनि हा तत्र भवत्याः वाक्यं समीचीनमेव आसीत् किन्तु तत्र भवती सम्यक् ज्ञातवती न वा इति तत्र मनसि भवत्याः मनसि स्पष्टता आसीत् न वा इति केवलं तदर्थम् अहं पृष्टवान् तावदेव भगिनि हा परीक्षां लघुपरीक्षा अस्तु समीचीनम् अस्तु तर्हि अग्रे सरामः तर्हि अग्रे तत्र हा आं महोदय शानच् प्रत्ययान्तपदानि तत्र सर्वाणि हा अस्तु अग्रे हा एतानि वाक्यानि उच्चैः पठत सैनिकः युध्यते सैनिकः जयति इति वाक्यद्वयं नीत्वा युध्यमानः सैनिकः जयति इति शानच् प्रयोगेन कर्तुं शक्नुमः इति समीचीनं भगिनि नाम तत्र यदि परस्मै अस्ति चेत् शत्रन्तरूपं शानजन्ति तत्र आत्मनेपदी अस्ति चेत् अतः तत्र अत्र युध्यते इति स्वीकृत्य युध्यमानः नाम तत्र यत्र आत्मनेपदी अस्ति तत्र प्रायशः तत्र विभक्तिकार्यं सुलभम् अस्ति यतोहि युध्यमानः इति अकारान्तपदमस्ति खलु किन्तु यत्र किन्तु तत्र शानजन्तरूपं किञ्चित् क्लिष्टम् इति मन्ये नाम तत्र आनः वा मानः वा इति तत्र किन्तु तत्र शत्रन्तरूपं प्रायशः तत्र ऊहां कर्तुं शक्नोमि किन्तु तत्र तकारन्त हलन्तपदम् इति कृत्वा तस्य रूपं तत्र किञ्चित् भिन्नम् अस्ति तत्र महोदय प्राप्तवती महोदय अहं किमपि प्राप्तवती अत्र उपासमानः इति रूपम् अस्ति खलु हा असमानः इति शानश रूपम् अस् धातोः प्रथमगणीयः अस् धातोः शानश रूपम् असमानः इति भवति तस्य पार्श्वे उप इति उपसर्ग इति मन्ये तत्र महोदय पेज् 173 मध्ये आस्ते इति शब्दस्य रूपं दत्तं तत्र आस्ते आस इति धातु आसीनः आसीन आसीनम् इति तत्तु आस् धातुः खलु महोदय अहम् अष्टाध्यायी मध्ये अहं प्राप्तवती प्रथमगणीय अस् धातोः भुवादिगणस्य अस् धातु अस्ति तस्य परस्मैपदि कर्तरि लट् लकार भवति असति तस्य कृदन्ते शानश् भवति असमानः असमाना अस्तु अस्तु उभयपदी धातु अस्ति महोदय महोदय उभयपदी धातु अस्ति असति असते द्वयमपि आत्मनेपदी रूपं किम् अस्ति असते असते असते तस्य तस्य महोदय शत्ररूपं शत्रन्तरूपम् अस्ति असन् असन्ति शानच् रूपम् अस्ति असमानः असमाना हा इदानीं समीचीनं भगिनि अस्तु हा तद् अतः तत्र असते अतः तत्र उपासते इति एव भवेत् उत्तमं भगिनि तत्र भगिनि आस् इति धातोः कृते महोदय तत्र आसीन इति एव दत्तम् हा सत्यं तत्रापि सकारान्त धातुः सत्यं भगिनि हा अतः तत्र आस् धातुः भिन्नम् अस्ति अस् धातुः अपि एतद् नूतनधातुः अस्ति अस् इति अर्थः कः भगिनि गतिदीप्त्यादानेषु गतिदीप्त्यादानेषु उपासते किमर्थं गति दीप्ति इति नास्ति तत्र उपसर्ग महोदय उपसर्ग आगच्छति चेत् धातोः अर्थम् अर्थः भिन्न भवितुम् अर्हति अर्हति सत्यं सत्यं तथैव अत्र अपि अस्ति इति मन्ये अस्तु अहं प्रेषयामि महोदय गणे प्रेषयामि धन्यवादः भगिनि धन्यवादः भगिनि उत्तमं अस्तु तर्हि तत्र इदानीं सम्यक् रूपं ज्ञातवन्तः समीचीनम् अस्ति अस्तु तर्हि तत्र अग्रे तत्र अस्तु समयः अपि जातः किन्तु तत्र अस्तु अग्रिमे वर्गे एव तत्र एतद् एतम् अभ्यासं कुर्मः तर्हि तत्र महोदय वाक्यद्वयमस्ति खलु सैनिकः युध्यते एकं एकं पदम् आत्मनेपदी सैनिकः जयति परस्मैपदी युद्ध तत्र युध्यमानः सैनिकः जयन् अस्ति इति अपि भवति हा सत्यं भगिनि सत्यं सत्यं भगिनि हा तथैव अस्ति सत्र शानज भेल एक आने में तकलीफ होती है भेल करने में बहुत ही दिक्कत सत्यं भगिनि हा अस्तु अस्तु तर्हि अतः तत्र अग्रिमे वर्गे एव तत्र एतत् एकम् अभ्यासं कुर्मः तर्हि अस्तु तत्र उषा भगिनी तत्र अन्ते तत्र प्रार्थनां वदति वा भगिनि महोदय किञ्चित् एकनिमिषम् अहं गणे प्रेषितवती अस्मि पश्यतु अनन्तरं वदतु यत्किमपि अहं वदामि साधु वा असाधु साधु साधु एव अष्टाध्यायी मध्ये अस्ति चेत् समीचीनमेव तर्हि चिन्ता मास्तु अस्तु भगिनि मम नाम अपि प्रेषयतु भगिनि तत्र गणे अस्ति गणे भवती अपि अस्ति खलु भगिनि ऐ डिण्ट् गेट् एनि ओ इति वा किन्तु गणे भवती अपि अस्ति खलु या गणे तु अस्ति बट् गूगल् मध्ये अस्ति वा न प्रेषितवती वा चाट् मध्ये वाट्सप् मध्ये नास्ति मेरे ख्याल हर्षदा भगिनी ऐ एम् नाट् गेटिङ्ग् एनिथिङ्ग् फ्रम् हर् ओ अस्तु अस्तु अस्तु अस्तु भगिनि तत्र अहम् अग्रे प्रेषयामि भगिनि तत्र अस्तु अस्तु तर्हि तत्र उषा सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु